गतवर्गे अस्माभिः गुणाभ्यासः आरब्धः। सर्वे प्रायः अधुना जानन्ति यत् गुणस्य कृते कानि कानि सूत्राणि सन्ति, गुणनिषेधकसूत्राणि कानि कानि सन्ति इति। तर्हि अस्माभिः एतदपि दृष्टं यत् कस्मिन् गणे गुणः भवितुं शक्नोति, कस्मिन् गणे न भवितुं शक्नोति। आहत्य अस्माभिः दृष्टं यत् केवलं शप् प्रत्ययस्य कृते, शप् प्रत्ययं निमित्तीकृत्य केवलं भ्वादिगण विकरणप्रत्ययनिमित्तीकृत्य केवल भ्वादिगणे, तनादिगणे, चुरादिगणे गुणः भवितुं शक्नोति। अदादिगणे, ज्योत्यादिगणे अपि गुणः भवति, यतोहि तत्र तु विकरणप्रत्यय नास्ति, तिङ्प्रत्यय एव अस्ति। अतः आहत्य धातु अङ्गे गुणः केवलं भ्वादिगणे, अदादिगणे, ज्योत्यादिगणे, तनादिगणे, चुरादिगणे सम्भवति। दिवादिगणे, स्वादिगणे, तुरादिगणे, रुधादिगणे, क्रियादिगणे तु धात्वङ्गे गुणः न सम्भवति इति। तर्हि अधुना दिवादिगणे अभ्यासः प्रचलितः अस्ति। तर्हि अग्रे गच्छामः, कुत्र के सन्ति? मलर् महोदय अस्ति खलु? अस्तु महोदय, दिवादौ दस् धातु अस्ति, तस्य लट् लकार एकवचनं करोतु। कथमस्ति महोदय करपत्रं? प्रथमकरपत्रं केषु गणेषु गुणः सम्भवति तत्र अन्तिमबिन्दुः अस्ति अभ्यासः। येषां धातूनां लट् लकारस्य प्रथमपुरुषे एकवचनां रूपं निर्मानिते तत्र द्विवादौ दस् धातु आसीत् अस्ति। आम् महोदय, दस् रूपं करोतु। द्वादिगणौ ध्रुव लट् लकार दिवादिगणौ द्विवादौ तप् करोतु। अत्र द्विवादिगणौ विकर्णप्रत्यय तप् योगः योगः ति अतः तप् लसत् वर्तते इति कारणेन इष लोप भवति। अत्र नकारभि हलन्तस्य इति लोपः भवति, य एव तिष्ठति। तप् तप् तप् अत्र पकारः अस्ति, अत्र गुण भवति, गुण न भवति न? किमर्थं गुणो न भवति? गुण अत्र पकारः अस्ति अतः गुण भवति। तप् कुत्र अस्ति महोदय? प्रत्ययपित् अस्ति वा? श्यन्पित् अस्ति वा? नास्ति, मध्ये पकारः अस्ति इति तु तस्य किमपि नास्ति। विकरणप्रत्ययः श्यन् अस्ति न वा? अतः तप् तप्यति इति भवति महोदय। शन् शन् अपित् अस्ति अतः काभ्यां सूत्राभ्यां गुणनिषेधः भवति? सूत्राणि अपि वदतु। गुणनिषेधः हा भवति गुणनिषेधः भवति गुण भवति सप् अस्ति तप् सिं सावधातुकयोगो इति अनेन गुण भवितुम् अर्हः परन्तु अत्र एकं वदतु अत्र गुणस्य कोऽपि अवसरः एव अस्ति वा तप् मध्ये गुण सम्भवति वा कदापि इक् प्रत्याहार अस्ति वा न महोदय इदन्त न अस्ति इक् प्रत्याहारपि न अस्ति लघु पदमपि न अस्ति अतः गुण न भवति एक्साक्ट् आम् सत्येव तत्र अत्र तु गुणस्य अवसरः एव नास्ति तत्र गुणः कथं भवति अस्तु इदन्त पदमपि गुण भवति पुगन्तलघु पदस्य इति अनेनपि गुणः भवति सम्भवति परन्तु ये अत्र न अतः गुणः न भवति तर्हि रूपं किं भवति तप्यति आम् अस्तु तर्हि अग्रे लुभ् एव करोतु लुभ् किं लुब् लुब् दातु आम् लुब् लुब् अत्र लुब् योगः षण् योगः इ षण् अत्र लसक् स्वपीठे आदि अनेन श गच्छति हलन्त्यस्य लोपः इत्यनेन इन्दि गच्छति य तिष्ठति लुब् इति हलन्त्य तस्य लोपः तस्य लोपः अतः लुब् अतः अत्र पुगन्तलघुपदस्य इत्यनेन लू अत्र तिष्ठति अत एव गुण भवति कुलन्त लघुपदस्य इति अनेन गुण भवति न भवति वा लुभ्यते भवति प्रसक्तिः तु अस्ति परन्तु भवति इति न वा चिन्तयतु प्रसक्तिः अस्ति परन्तु अपत् अपित् सार्वधातुक अपित् इति कारणेन न भवति सार्वधातुक अपित् भवति अपित् किमर्थमस्ति अत्र अपित् षण् धातुमध्ये न अस्ति पित् नास्ति इति वा हा आम् अस्तु तर्हि सार्वधातुकम् अपित् इति सूत्रेण किं भवति किं नित्वत् भवति अत्र गुणं न भवति नित्वत् भवति अतः केन सूत्रेण गुणस्य निषेधः भवति सावधातुक अपि इति सावधातुकम् अपि इति सूत्रेण नित्वत् भवति परन्तु नित् अस्ति अतः गुणं न भवति गुणः न भवति इति किं सूत्रं वदति नीति च खलु नीति च गुण न भवति तर्हि रूपं किं भवति लुभ्यते लुभ्यति आम् अस्तु लुभ्यति अस्तु धन्यवादः महोदय अग्रे धन्यवादः रमा महोदय अस्ति खलु महोदय नमस्ते महोदय नमस्ते अस्तु अग्रे करोतु दश दश दशरूपं दर्शयति वा दर्शयति वा क्रमेण क्रमेण वदतु एतत् रूपं सम्यक् वा भवती क्रमेण वदतु, अनन्तरं पश्यामः. अस्तु महोदय, डस् विकर्ण द्वादिगणे अस्ति, अतः विकर्णप्रत्ययः ष्यन्, दस् योगः ष्यन् योगः अस्ति, ष्यन् विकर्णप्रत्यये लषक्वदीते तस्य लोपः इति कारणेन षकारस्य लोपः भवति. हलन्त्यम् इति हलन्त्यं तस्य लोपः इति कारणेन नकारस्य लोपः भवति, अतः य एव अवशिष्यते. दस् योगः य योगः इति दस्यति. अत्र किमपि अत्र गुणस्य कापि प्रसक्तिः कुत्रापि अस्ति वा? सार्वधातुकं तु अस्ति, षण् सार्वधातुकं तु अस्ति, षण् अस्ति, षकारस्य लोपः अस्ति चेदपि तत्र गुणकार्यं भवति, परन्तु तत्र अपित् अस्ति, सार्वधातुकम् अपित् अस्ति इति कारणेन सार्वधातुकम् अपित् नितिचय इति सूत्रेण तत्र गुणकार्यं भवितुम् अर्हति अपि तत्र एतेन सूत्रेण गुणकार्यं न भवति. परन्तु अत्र गुणः न भवति, गुणः न भवति. अत्र महोदय दस् धातु मध्ये गुणस्य निमित्तम् एव अस्ति वा? निमित्तं षकारस्य लोपः अस्ति चेत् अपि तस्य प्रसक्तिः अस्ति किल. अस्ति वा प्रसक्तिः? अस्ति वा गुणस्य? अस्ति. कथमस्ति? अस्ति. इक्वर्णः अस्ति वा अत्र महोदय? दस् मध्ये कोऽपि इक्वर्णः अस्ति वा? दस् मध्ये इक्वर्णः इगन्त अस्ति वा? इगन्त नास्ति. लघुपदः अस्ति वा? भवति द भवति पुगन्तलघुपद लघु उपद इत्युक्ते किं? लघु उपद लघु उपद न भवति अत्र. ओ लघुपदः इत्युक्ते उपधायां लघु इकवर्णः अस्ति वा? आम्. अत्र द व्यञ्जनम् एव अस्ति किल महोदय? उपधायां लघु इकवर्णः अस्ति वा? द आ लघु इकवर्णः अस्ति वा उपधायां? लघु इक् वर्णः अस्ति वा उपधायाम्? उपधायाम् अक्षरः उपधायां वर्णः कः अस्ति? अकारः अस्ति. अकारः इक् वर्णः अस्ति वा? आम्. महोदय किं वदति इति अहम्. अकारः इक् वर्णः अस्ति वा? अहं मम प्रश्नः सरलमस्ति. अकारः उपधायाम् अकारः अस्ति चेत् खलु तत्र अकारः कुत्र अस्ति? द व्यञ्जन अक्षरमपि अस्ति. महोदय महोदय एकनिमेष, उपधा इत्युक्ते किम्? उपधाय इत्युक्ते अन्तिमवर्णस्य पूर्ववर्णः इति तर्हि दश मध्ये उपधायां वर्णः कः द अस्ति वा द एव न भवान् द अ स अस्ति खलु दश दश दश मध्ये के वर्णाः सन्ति वदतु सकारक अकारः सकारः आम् तर्हि उपधा मध्ये वर्णः कः अकारः अस्ति आम् अकारः इकवर्णः अस्ति वा न अकारः इकवर्णः अस्ति अतः गुणः भवितुं शक्नोति वा इक्वर्णः इकण्डलघुपदस्य नास्ति च किल गुणः न भवति आम् गुणस्य प्रसक्तिः अत्र गुणस्य प्रसक्तिः एव नास्ति अस्तु अस्तु महोदय गुणस्य प्रसक्तिः अपि नास्ति अतः निति च सार्वधातुकम् अपि इति कोऽपि सूत्र अत्र तस्य कस्यापि सार्वधातुकार्धतुकयोः अपि सूत्रस्य प्रसक्तिः नास्ति उगन्तलघुपदस्य सूत्रस्य अपि प्रसक्तिः नास्ति अतः केवलं वर्णमेलनं दस्यति खलु अस्तु दस्यति इति भवति अग्रे करोतु स्विद् स्विद् स्विड् इति वदातु खलु स्विड् योगः शन् योगः स्विड् योगः शन् योगः इति शन् विकरणप्रत्ययः शकारणकारयोः लोपः भवति शकारस्य लोपः अस्ति चेदपि तत्र इकण्डलघुपद अस्ति अस्ति इति कारणात् तत्र गुणः भवितुम् अर्हति केन सूत्रेण गुणः भवितुम् अर्हति कुहण्डलघुपदस्य अत्र लघु अत्र उपधायां उगन्तलघुपदस्य इति सूत्रेण गुणः भवितुं शक्नोति इति भवती वदति खलु अत्र उपधायां वर्णः कः अस्ति इकारः अस्ति अस्तु अग्रे सम्यक् वा आमाम् अस्तु पुगन्तलघुपदस्य इति सूत्रेण इकारस्य गुणः भवितुम् अर्हति परन्तु तत्र पकारः अपित् अस्ति सार्वधातुकम् अपित् निति च इति सूत्रेण तत्र गुणः न भवति इति कारणात् स्विद् योगः ययोगः इति स्विद्यति स्विद्यति बहु उत्तमं धन्यवादः स्विद्यति धन्यवादः किद् किद् करोमि वा सम्यक् किद् किद् द्वादिगणे अतः विकरणप्रत्ययः अस्ति षन् विकरण षन् षन् योग तिप् अत्र षकार नकार अपि च पकारस्य लोप ईत्सञ्ज्ञकवर्णः अस्ति लशकृतदिति अपि च हलन्त्यम् इति सूत्रेण तस्य लोपः इक्वर्णः भूत्वा तस्य लोपः भवति अतः किद् योग अयोगति अपि अपि च धात्वङ्गे अत्र लघुपद उपधायाम् इक् वर्णः अस्ति ई वर्णः अस्ति गुणस्य प्रसक्तिः अस्ति चित्वा किञ्चित् सार्धार्थकमस्ति, अर्धार्थकसार्धार्थकयोः इति सूत्रेण शित्वात् गुणकार्यं सम्भव भवितुम् अर्हति, परन्तु केन सूत्रेण सार्धार्थकार्धकयोः इति सूत्रेण न लघुपदस्य पुगन्तलघुपदस्य इति सूत्रेण भवितुम् अर्हति, परन्तु सार्धार्थकम् अपि सूत्रेण तत् नित्वत् भवति, अतः गुणस्य प्रसक्ति गुणस्य निषेधः अस्ति, अतः कीद्यति अपि तिङ् प्रत्यये योजयित्वा वेद गुणः भवति इति न भवति, अतः किमर्थम् इत्येत् कीद्य अत्र अन्तिमवर्णः अस्ति अकारः अस्ति, अतः तत्रापि गुणः न भवति, ईक्वर्ण नास्ति, अतः खिद्यति. उत्तमम्. एकमेव एकमेव अस्ति महोदय, अत्र सार्वधातुकम् अपि इति सूत्रं वदति नित्वत् करोतु, परन्तु गुणनिषेधसूत्रं तु निति च एव अस्ति. हा निति च. हा हा अस्तु, अग्रे करोतु महोदय. तुदादौ क्षिप् एकनिमिषं. क्षिप् तुदादौ तुदादौ क्षिप् योग विकरणप्रत्यय अस्ति योगा तिप्, अत्र षकार अपि पकारस्य लोपः भवति लशक तद्धिते, अपि च हलन्त्यम् इति सूत्रेण लोपः भवति, अतः क्षिप् योग अयोगाति. अत्र लघु पुगन्तलघुपदस इति सूत्रेण गुणः भवितुम् अर्हति, परन्तु अपित् अस्ति सार्धातुकम् अपित्, निति च इति सूत्रेण अपित्वात् अपित् नित्वत् भवति, अतः गुणः न भवति. क्षिप् क्षिपा भवति तिङ् योजयित्वा, तत्रापि गुणः भवति गुणः भवति वा न भवति, किमर्थं चेत् अकारः अस्ति अन्तिमवर्णः अस्ति, अतः क्षिपति क्षिपति क्षिपति. धन्यवादः. अग्रे अधुना के सन्ति नूतनजनाः? अरुणा. नमस्ते महोदय. महोदय, अहं कर्तुं शक्नोमि, सुमित्रा अस्मि. अस्ति, करोतु. क्षिपति अभवत्, अनन्तरम् अस्ति कृष् विकरणप्रत्ययः श योगः ति, अकारः एव तिष्ठति, पुगन्तवर्णः पुगन्त इक् कापि नास्ति, अतः अपित् अपि अस्ति अति इति कारणात् गुणस्य प्रसक्तिः अत्र न अस्ति. कृषति इति रूपं. महोदय, अत्र गुणस्य प्रसक्तिः नास्ति वा? ऋकारः अस्ति, परन्तु अपित् इति कारणात् गुणस्य प्रसक्तिः नास्ति. एकनिमिषं महोदय, अत्र प्रथमं तु वदतु विकरणप्रत्ययः कः अस्ति. विकरणप्रत्ययः श. तर्हि पुगन्त श अस्ति, इष्टित् अस्ति खलु, अतः पुगन्तलघुपदस्य च इति सूत्रस्य प्रसक्तिः अस्ति न वा? प्रसक्तिः अस्ति, परन्तु विकरणप्रत्ययः अपित् अस्ति खलु, अतः गुणस्य प्रसक्तिः तत्र न अस्ति. अस्ति परन्तु न भवति. आम्, न भवति. अत्र केन सूत्रेण पुगन्तलघुपदस्य अस्ति? उपधायां वर्णः कः? इक् अस्ति, ऋ कृ ऋ. अस्तु, इक् मध्ये एव अस्ति. तर्हि गुणनिषेधः केन सूत्रेण भवति? किङिति च इति सूत्रेण. तर्हि रूपं किं भवति? कृषति एव. अस्तु, भुज् गुज् योगः श योगः ति, तत्र उपादायाम् उकारः अस्ति, लघुवर्णः अस्ति, परन्तु विकरणप्रत्ययः अपित् मध्ये अस्ति इति कारणात् गुणं न सम्भवति, अतः गुजति इति तुदादिगणे. अस्तु, गुवादिगणे अस्ति चेत् गुणस्य प्रसक्तिः भवितुम् अर्हति, पूर्वं दृष्टवन्तः इति भाति. तत्र न, परन्तु सुदादि गुजति. धन्यवादः धन्यवादः अरुणा महोदय अस्ति खलु नमस्ते महोदय मिल् दातु तुदादिगणे अस्ति विकरणपद्या षक् वर्धिते सूत्रेण षकार इति एव विशिष्यते मिल् योगः आयोगः चेत् विकरणप्रत्यया सार्वधातुक आर्धधातुक अपि गुणप्रसक्तिः अस्ति परन्तु अपि कारणेन अपि भवति ततः किमिता सूत्रस्य निषेधः गुणनिषेधः भवति ततः मिलति इति अग्रे सृज् सृज् विकरणप्रत्यय श मिल् मिल् योगः शाप् योगः चित् शसक्पद्धते सूत्रेण शकारलोपः भवति सृज् आति सार्वधातुक अर्धातुकसूत्र अपि प्रसङ्गता अस्ति उपदा इक्ल भवनः परन्तु धातु उपदा इक् वर्णः परन्तु विकरणप्रत्यया अपि कारणेन कित् ततः मिति च किमिति च सूत्रेण पुनर्निषेधः भवति ततः सृजति इति रूपं सृजति सृजति खलु सृजति अस्तु धन्यवादः महोदय अग्रे विजि अग्रे के के सन्ति अधुना येन एकदा अपि न वद पठति अहमस्मि महोदय सुमन् नमस्ते महोदय अन्यापि एका अस्ति कोऽपि खलु नाम्ना अस्ति विजि महोदय अस्ति वा येन केनापि एकवारमपि न पठितं कृपया एकवारं वदतु सुमन् महोदय अस्ति अहं जानामि अन्यापि एकः अस्ति कोऽपि अस्तु सुमन् महोदय भवती एव करोतु अग्रे स्पृश् अस्तु स्पृश् विकर्णप्रत्यय अस्ति श अत्र षित् अस्ति किन्तु अपित् अस्ति अपित् कारणेन सुषित् अस्ति अतः सार्वधातुकं गुणस्य प्रसक्तिः अस्ति किन्तु अपित् अस्ति अपित् नित्वत् इत्युक्ते नित्ति च सूत्रेण गुणस्य बाधं भवति अतः अत्र गुणकार्यं न भवति स्पृश् योगः अयोगः इति स्पृशति भवति महोदय केन सूत्रेण गुणस्य प्रसक्तिः भवति लघु उपगन्तलघुपदस्य तर्हि स्पृशति भवति अग्रे करोतु इल् तथा एव पुगन्तलघुपदस्य सूत्रेण गुणकार्य कार्यस्य प्रसक्तिः अस्ति किन्तु अपित् कारणेन न भवति इल् योगः अयोगः ति इलति सम्यक् वा इलति इत्युक्ते इलति इत्युक्ते अहमपि न जानामि पश्यामि इलति एकनिमिषं अहं पठामि इलति धातुपाठे स्वप्नक्षेपण इति स्वप्नक्षेपण इति अस्ति महोदय स्वप्नक्षेपण इति अस्ति स्वप्नक्षेपण इलति इल आम् प्रेरणे अपि अस्ति खलु अत्र अस्तु महोदय चिन्ता नास्ति कम् अपि अस्ति कम् कास्ट् स्लीप् आम् धन्यवादः महोदय अग्रे मलर् महोदय अस्ति खलु महोदय अग्रे करोतु चुरादौ चुरादौ अत्र मुच् दातु मुच् योगः शप् योगः ति एकनिमिषं एकमेव अस्ति चुरादिगणे सर्वप्रथमं कोऽपि धातुः अस्ति भवेत् प्रथमं णिच् प्रत्ययः आगच्छति तर्हि धातु प्लस् णिच् प्रत्यय प्लस् शप् प्रत्यय प्लस् तिङ् प्रत्यय इति क्रमः अस्ति तर्हि प्रथमं णिच् प्रत्ययस्य कारणेन किं भवति इति वदतु तर्हि प्रथमं तु वदतु महोदय णिच् प्रत्यये के वर्णाः इत् वर्णाः सन्ति प्रयत्नं करोतु णिच् मध्ये इत् संज्ञा इत् भवती इत् संज्ञा कृते इत् प्रकरणस्य सूत्राणि तु जानाति तर्हि प्रयत्नं करोतु णिच् मध्ये के वर्णाः अस्ति सन्ति इत् प्रत्य इत् संज्ञका केन सूत्रेण सूत्रमपि वदतु न जानामि निच् प्रत्यये नकारः इत् वर्णः अस्ति नकारः इत् प्रत्ययः अस्ति समीचीनम् अस्ति सूत्रं किम् आम् कोऽपि जानाति वा अन्य सूत्रं किं चुटु चुटु अस्ति खलु चुटु मदर् महोदय चुटु चुटु जानाति खलु चुटु चुटु सूत्रं किं वदति चुटु इति यत् प्रत्ययस्य आदौ यदि टकारः अस्ति टवर्गस्य वर्णः अस्ति चवर्गस्य वर्णः अस्ति तर्हि तस्य इत् संज्ञा भवति अत्र णकारः टवर्गे अस्ति यतः णकारस्य इत् संज्ञा भवति चुटु सूत्रेण अस्तु अन्य कोऽपि वर्णः अस्ति वा अत्र यत् इत् अस्ति चकारः अपि अस्ति केन सूत्रेण चकारः अस्ति चुटु तु केवलम् आदि अस्ति चेदस्ति महोदय भवती जानाति शप् अस्तु शप् मध्ये पकारः केन सूत्रेण इत् अस्ति शप् पकारः केन सूत्रेण अस्ति इत् पकारः अलन्त्यन्तम् इति तथैव णिच् मध्ये चकारः केन सूत्रेण अस्ति अलन्त्यन्त इति अस्ति हलन्त्यन्तम् इति अस्तु विच् प्रत्यये मध्ये कः वर्णः तिष्ठति? अत्र वर्णः इत्येव तिष्ठति. को वर्णः? इ एव तिष्ठति, इकारः. यतोहि नकारः लोपः भवति, चकारस्य लोपः भवति, अतः केवलं चकारस्य लोपः भवति. अस्तु, तर्हि मुच् योगः इ, मुच् योगः इ, योगः शप् योगः इ. तर्हि प्रथमं योगः इ करोतु. मुच् योगः अत्र पुगन्तलघुपतिपदस्य इति सूत्रेण गुणः भवितुम् अर्हति. अतः इच्छति न न केवलं मुच् योगः इ वदतु, सम्पूर्णरूपं न, केवलं मुच् योगः. किमस्ति? मुचि गुणः भवति खलु, न भवति मुच् मध्ये उकारः भवति, अतः किं भवति गुणः भवति, अतः रूपं किम्, अतः मुच् इ किं भवति, गुणः भवति, अतः मोच मोचि खलु, मोचि. हा हां हा मोचि. परन्तु गुणः कथं भवति? पुगन् पुगन्तलघुपदस्य इति सूत्रेण मूम् अत्र लघुपद तत्तु अस्ति, परन्तु इ तु अपि तस्ति खलु, अपि अहम् इ अपि अपि अतः न भवति. आम् एवं वा? किञ्चित् भवति अपि अस्ति सा अत्र उ अपि. एकवारं वदतु, इ इ अस्ति खलु, निच् प्रत्यये अस्ति, सार्वधातुकम् अस्ति, आर्धधातुकम् अस्ति? सार्वधातुकम् सार्वधातुकमस्ति. केन सूत्रेण? किञ्चित् सार्वधातुकं निच् निच् तिङ् अस्ति वा, षित् अस्ति वा? हा नास्ति नास्ति नास्ति, अर्धधातुकम् अत्र आर्धातुकमस्ति वा? केन सूत्रेण? अर्धधातुकम् अर्धधातुकशेषः सूत्र अस्ति खलु, पठितं गतवर्गे अर्धधातुकं शेषः, यः धातुप्रत्ययः अर्धधातुकं नास्ति तत् अर्धधातुकम् अस्ति खलु. अस्तु, इति अस्ति निच् निच् प्रत्ययः आर्धातुकम् अस्ति, तर्हि पित्वस्य अपित्वस्य अपित्वस्य कोऽपि महत्त्वम् अस्ति वा, महत्त्वम् अस्ति वा किमपि? न भवति, गुणः गुणः भवति किल, अत्र अपित् इति सूत्रम् आम् किमस्ति अपित् इति अपित् तस्य चिन्तनं केवलं सार्वधातुकं कृते अस्ति खलु? आम् आम्. केन सूत्रेण? अत्र अर्धधातुकं सावधातुकम् अपित् इति सूत्रेण सार्वधातुकम् अपित् इति सूत्रं किं वदति? सार्वधातुकं प्रत्ययः सार्वधातुकप्रत्ययः अपित् अस्ति चेत् णित्वद् भवति, खलु? णित्वद् भवति, परन्तु अत्र तु प्रत्ययः आर्धधातुकमस्ति अतः चिन्ता एव नास्ति, खलु? परन्तु णिति च इति सूत्रस्य प्रसक्तिः अस्ति वा? अस्ति अस्ति निति च इति सूत्रं किं वदति? एकवारं वदतु, निति च इति सूत्रस्य अर्थः निति च इति सूत्रस्य अर्थः वदतु. यत्र इग् इक् इङ् अस्ति चेत् निधिसूत्रं भवति तत्र. न न, विधिः असुदे तस्य अर्थः वदतु. अर्थं किं निति च सूत्रस्य अर्थं किम्? यत्र अन्तिम वर्णाः का वर्णः वा ज वा न जानामि महोदय. अन्य कोऽपि सहायतां करोति वा? आर्धधातुकम् अस्ति चेत् बाधमेव कित् गित् नित् अस्ति चेत् बाधं भवति, नो चेत् न भवति. तर्हि निच् अस्ति वा कित् गित् नित्? न. तर्हि निति च इति सूत्रेणापि बाधा नास्ति, अतः गुणः भवति, खलु? सर्वे अवगच्छन्ति खलु? अत्र निच् प्रत्ययः अस्ति, निच् मध्ये नकारस्य लोपः भवति. केन सूत्रेण? छुटु तस्य लोपः. चकारस्य लोपः भवति हलन्त्यं तस्य लोपः. अतः णिच् प्रत्ययात् केवलम् इ इति अवशिष्यते. यथा मलर् महोदया उक्तं, णिच् प्रत्ययः आर्धातुकं प्रत्ययः अस्ति. केन सूत्रेण? आर्धातुकं शेषः. तदनन्तरं यथा सुमन् महोदया उक्तं, णिच् प्रत्ययः कित् नास्ति, नाम णिच् प्रत्ययमध्ये ककारस्य इत्संज्ञा नास्ति, णकारस्य इत्संज्ञा नास्ति, गकारस्य इत्संज्ञा नास्ति, अतः गुणस्य कृते कोऽपि बाधा नास्ति. अतः उगन्तलघुपदस्य च इति सूत्रेण मुच् मध्ये उकारस्य गुणः भवति, रूपं भवति मुच् योगः इ भवति मोचि मोचि. अस्तु, अस्ति मदर् महोदय. अस्ति, अत्र मोचि अस्ति खलु, मोचि नूतन धातु अस्ति. मोचि योगः मोचि मोचि योग शप् शप् योगः ति मोचि. अत्र इक इगन्त लघुपद इक इगन्तः इति अनेन गुण भवति. केन सूत्रेण? मुचि इगन्त केन सूत्रेण? इगन्त अङ्गस्य गुणं केन सूत्रेण भवति? सार्वधातुकार्धधातुकयोः सार्वधातुक अर्धधातुकयोः इति सूत्रं किं वदति? इगन्त अङ्गम् अस्ति, तदनन्तरं सार्वधातुकप्रत्ययः अस्ति अथवा अर्धधातुकप्रत्ययः अस्ति, तस्य गुणं करोतु, खलु? तर्हि गुणं भवत्वा गुणं भूत्वा किं भवति? मोचि, तस्य गुणं भूत्वा किं भवति? मोचे खलु, किं मोचे न मोच न मोचि अस्ति, इकारस्य गुण भूत्वा किं भवति? मोचि अस्ति गुण भूत्वा इकारस्य एकारः भवति खलु, मोचे मोचे मोचे। अधुना मोचे योगः अ सन्धि करोतु। मोचे योगः एकारः मोचयति मोचय आम् मोचय मोचय। अधुना तिङ् प्रत्ययः आगच्छति, मोचय योगः ति मोचयति मोचयति। तर्हि मुच् धातु चुरादिगणौ तस्य रूपं भवति मोचयति। अत्र द्विवारं गुणकार्यं भवति, एकदा यदा णिच् प्रत्ययात् संयोजन णिच् प्रत्ययेन सह संयोजनं भवति, तदनन्तरम् एकवारं यदा शप् प्रत्ययेन सह संयोजनं भवति, तत् रूपं भवति मोचयति। अस्तु मोचयति, धन्यवादः। अग्रे रघुपतिमहोदय अस्ति खलु? हा महोदय, करोतु। तिज् तिज्य शुरादिगणे अस्ति, तिज् योग निच् योग शप् योग तिप्, अत्र निच् नकारस्य चकारस्य लोपः भवति, अतः चुटु इति सूत्रेण, अपि च चुटु अपि च हलन्त्यम् इति सूत्रेण ईसञ्ज्ञक भूत्वा लोपः भवति, अतः तिज् योग ई एव अवशिष्यते, तिज् योग ई। अत्र ई अस्ति णिच् अस्ति आर्धधातुकं तस्य अस्ति, अतः अत्र गुणः भवति सार्धधातुकं उपधायाम् इक् वर्णास्ति, अतः तेज् तेजी भवति। केन सूत्रेण भवति गुण? तेजी लघुपदस्य च पुगन्तलघुपदस्य अत्र गुणः भवति, अतः तेजी भवति, तेजी योग शप् अत्र अकार अत्र सार्वधातुक शप् सार्वधातुक तिङ्क्षी सार्वधातुक अस्ति, अतः गुणः भवति अत्रापि द्वितीयवारम् अपि गुणः भवति, तेजे भवति, तेजे योग अयोगति तेजे शप् अस्ति अतः सार्धातुक अर्धातुकयोः इति सूत्रेण तेजे भवति, तेजे योग अ अत्र ए योग अ तत्र सन्धिः भूत्वा यचो यावाय यचो यवायावः इति सूत्रेण ऐ भवति, तेजयति अन्तिमरूपं चिन्तयति तेजयति। धन्यवादः महोदय। रमा महोदय अस्ति खलु? अस्मि महोदय. करोतु. वर्द् वर्द् इति सुरादिगणे धातुः. वर्द् योगः नीच् योगः शप् योगः इति. वर्द्योगः नीच् निच् चुटु इति सूत्रेण नकारस्य लोपः भवति. हलन्त्यं तस्य लोपः इति सूत्रेण चकारस्य लोपः भवति. अत्र इ एव अवशिष्यते. वर्द्योगः इ योगः शप् योगः इति. शप् वर्द्योगः इ वर्दि योगः शप् योगः इति. शप् शकार पकारस्य लोपानन्तरं तत्र आ एव अवशिष्यते. वर्द्योगः इ योगः अयोगः ति वर्दि वर्दि वर्धयते. तत्र गुणं वर्धय कथं भवति महोदय? वर्द्योगः इ वर्धयते वर्धि भवति. आं तदनन्तरं वर्द्योगः अ इ योगः ओ इकारस्य स्थाने इकारदेशः भवति. केन सूत्रेण? केन सूत्रेण? गुणसन्धिः भवति. सन्धिः नास्ति महोदय, गुणं भवति. गुणः भवति. केन सूत्रेण? सार्वधातुकार्थदात्रयोः सूत्रेण गुणः भवति. इति वर्धयते वर्धयते इति अन्तिमरूपं भवति. परन्तु गुण गुणः भवति इति किं भवति? वर्धे भवति खलु. वर्धे वर्धे यकारः कुतः आगच्छति? वर्धे वर्धे भवति. एकारः योगः अकारः ऐ भवति वर्धयति. यचोयवायवः इति सूत्रेण वर्धयति इति वर्धयति इति अन्तिमरूपं भवति. वर्धयति वर्धयति. अस्तु, तर्हि गुणाभ्यासः समाप्तः. कोऽपि प्रश्नः अस्ति वा? चुरादिगणे विशेषकार्यं सन्ति, निच् प्रत्ययः अस्ति, तदनन्तरं शप् प्रत्ययः, तदनन्तरं तिङ् प्रत्ययः, अतः द्विवारं गुणः भवति. सर्वे अवगच्छन्ति इति अहं चिन्तयामि. प्रश्नः अस्ति वा कोऽपि अत्र? अधुना पृच्छतु कृपया. महोदय नास्ति नास्ति. सर्वे अवगच्छन्ति गुणकार्यं कथं भवति प्रत्येकगुणे प्रत्येकगणे भ्वादिगणे चुरादिगणे. स्मरणे स्थापितुमेव किञ्चित् कष्टः भवति. तदस्ति, परन्तु अभ्यासेन भवति. परन्तु सर्वे अधुना अवगच्छन्ति रूप गुणं कथं भवति इति अहम् इति मन्ये. आम् खलु. अधुना अस्तु, अहं पृच्छामि एकं प्रश्नं. हा अस्तु महोदय, कोऽस्ति कोऽस्ति? सुमित्रा महोदय अस्ति खलु? आं महोदय अस्मि. अहम् अत्र अभ्यासेन अस्ति, अहं पृच्छामि. क्रू धातु एकनिमिषं. क्रू धातु अस्तु. जानाति वा कस्य गणे कस्मिन् गणे अस्ति? द्वादिगणे न एकनिमिषं महोदय. रुधातुः अस्ति तनादिगणे. तनादि अस्तु तनादिगणे. तर्हि रूपं करोतु. तनादिगणे इत्युक्ते उकारः विकरणप्रत्ययः. कृ युगः उ युगः ति उकारः आर्धधातुकसम्यकः. कृ उ इत्युक्ते खर् भवति. एकनिमिषं. गुणस्य गुणं सम्भवति तत्र पुगन्तलघुपदस्य इत्यनेन. तत्र लघुपदः अस्ति वा? न, इकः गुणः, इक वर्णस्य गुणः सम्भवति खलु तत् अतः. सूत्रं सूत्रं किम्? आर्धधातुकयोः इत्यनेन इगन्तस्य अङ्गस्य इकः गुणः भवति. इक् वर्णस्य गुणः सम्भवति अतः खर् योगः उ करु इति भवति. अनन्तरं तिप् अतः करोति इति रूपं. करु इति योगः भवति, करोति इति भवति खलु? न महोदय, अनन्तरं करु योगः ति भवति. एचोयवायावः इत्यनेन. एकनिमिषम् एकनिमिषं. करु योगः एकनिमिषं महोदय. सार्वधातुक अर्धधातुकयोः इत्यनेन गुणः सम्भवति. एवं वा? टी मध्ये गुणः कथं भवति? टी न, टी मध्ये न, उकारस्य. आं, परन्तु टी अस्ति खलु तत्र, शप् नास्ति. किमर्थं टी क्षम्यताम्? अत्र टिप् अस्ति खलु? टिप् टिप् अस्ति अत्र. तर्हि टिप् इति सार्वधातुकसंज्ञा अस्ति, अर्धधातुकसंज्ञा अस्ति? सार्वधातुकसंज्ञकः. अस्तु, केन सूत्रेण? सार्वधातुक अर्धधातुकयोः. तिंक्षित् सार्वधातुकं, तिंक्षित् सार्वधातुकम् इत्यनेन. अतः गुणस्य प्रसक्तिः अस्ति. केन सूत्रेण? Getting confused, Mahoday. You were right. Sami, parantu... I am just messing with you. Astu. Tena sutrena, Tingshit Sarvatukam iti sutram asti, tena sarvatukam bhavati, tadantaram guna kena sutrena bhavati. Yes, sir. Bhavati uktavati purve. केन सूत्रेण? इत्यनेन गुणः सम्भवति इति उक्तवती. तर्हि रूपं किं? करोति इति. अस्तु, उकारस्य ओकारः करोति. अस्तु, समीचीनमस्ति. अस्तु, अवगमनं समीचीनं चेत् समीचीनमस्ति. परन्तु सूत्रं किमस्ति, केन सूत्रेण सार्वधातुकं भवति इति सर्वं ज्ञातव्यं खलु? अन्तिमरूपम् अन्तिमरूपं तु सर्व प्रायः सर्वे जानन्ति, करोति इति अस्ति. परन्तु क्रमः कः? अवगच्छामि, परन्तु स्मर्तुं किञ्चित्. अस्तु, वारं वारं कथयित्वा स्मरणे आगच्छति. अस्तु महोदय, कुर्मः. करोति. करोति. त तर्हि अग्रे को अस्ति अहं चिन्तयामि. अस्तु अग्रे अहं पृच्छामि को अस्ति को अस्ति को अस्ति. सुमन् महोदय. महोदय एकः गुणमस्ति, एकः गणः अस्ति स्वादिगणः. तस्मिन् स्वादिगणे एकं धातुः अस्ति ची, च इ ची. च इ ची अस्तु. स्वादिगणे ची अस्ति, तस्य प्रथमपुरुषस्य एकवचनस्य लट्लकाररूपं वदतु, करोतु. प्रयत्नं करोमि. स्वादिगणस्य विकर्णप्रत्ययः श्नु अस्ति, षित् अस्ति, अतः नु एव अवशिष्यते. षित् अस्ति, अपित् अपि अस्ति, अतः गुणस्य प्रसक्तिः अस्ति किन्तु बाधमपि अस्ति. अतः चि योगः नु योगः ति आत्मनेपदी किं नो चेत् परस्मैपदी वा? परस्मैपदी. अस्तु. चि योगः नु योगः ति चिनु भवति. चिनु योगः ति अत्र षित् तिन् सार्वधातुक प्रत्यय तिन् प्रत्ययाः अपि सार्वधातुकं भवति. अत्र टिप् अस्ति, अतः पित् अपि अस्ति, सो गुणस्य बाधं न भवति. चिनु चिनो भवति, चिनोति अन्तिम रूपं किं भवति? चिनोति. चिनोति. आम् सत्यं महोदय, बहु उत्तमं. तर्हि श्नु अस्ति, अतः श्नु कारणेन गुणं न भवति, यतोहि यथा महोदयया उक्तम् अपित् अस्ति, अतः निति च इति सूत्रेण गुणस्य बाधा भवति, चिनु भवति. तदनन्तरं ति अस्ति, ति अपि अस्ति, तिंशित् सार्वधातुकम् इति सूत्रेण ति तिप् प्रत्ययः अस्ति, तदपि सार्वधातुकम् अस्ति, गुणस्य प्रसक्तिः भवति. महोदय गुणस्य प्रसक्तिः केन सूत्रेण भवति, गुणकार्यं केन सूत्रेण भवति? षित् अस्ति, अतः सार्वधातुक आर्धधातुकयोः अन्ते अन्ते इक्वर्णः अस्ति खलु. सार्वधातुक आर्धातुकयोः सूत्रेण गुणं भवति. पपित् अपि अस्ति, अतः बाधा न अपि अस्ति कोऽपि, चिनोति इति भवति. अस्तु उत्तमं महोदय, धन्यवादः. धन्यवादः. अस्तु अग्रे अहं पृच्छामि. रघुपति महोदय. रघुपति महोदय अस्ति वा? हरि ओम्. नास्ति वा? गच्छतु. श्रूयताम्. अस्तु एकम् एकनूतनधातु अहं वदामि, पृच्छामि. क्र्यादिगणे क्री धातु अस्ति, क्री. महोदय. आं महोदय, प्रश्नः अहं पृच्छामि भवन्तम्. ओके ओके. क्र्यादिगणे, क्र्यादिगणे अस्ति, क्र्यादिगणः जानाति खलु? तस्मिन् धातु अस्ति क्री. क्री क्री ओके. क्री क्री क्री ओके. तस्य रूपं क्री ओके. क्री क्रयादिगणे तस्य विकरणप्रत्ययः अस्ति श्ना क्रीयोग श्नायोग टिप् क्रीयोग श्ना अत्र शकारस्य लोपः भवति शकारस्य लसकसदति इति सूत्रेण क्रीयोग न क्रीयोग न क्रीण योग ति ति अत्र पकार अपित्वात् अपित्वात् गुण गुण न भवति निति च इति सूत्रेण अतः क्री क्रीण क्रीणाति अत्रापि तिङ्प्रत्यये परे गुणस्य प्रसक्तिः नास्ति अत्र ईक्वर्ण नास्ति अतः क्रीणाति क्रीणाति क्रीणाति क्री नकारस्य नकारस्य णकार भवति णत्वं भवति रकारस्य अतः क्रीणाति इति रूपं सिद्ध्यति उत्तमं महोदय क्रीणाति इति भवति अस्तु धन्यवादः महोदय अग्रे अग्रे अस्ति एकनिमेषः महोदय एकः प्रश्नः अस्ति करोति वयं पठितवन्तः सम्यक् एव अवगच्छामि किन्तु प्रथमपुरुष द्विवचने कुरुतः कथम् अभवत् करुतः नास्ति प्रश्नः समीचीनम् अस्ति महोदय तत्र नूतनसूत्राणि अस्ति कानि कानि तत् वयं क्रियादि तनादिगणे वयं पश्यामः कथं कुरु भवति अतः मया केवलं प्रथमपुरुषस्य एकवचनमेव पृष्टं मया तत्र उकारम् आगच्छति अग्रे यदा वयं तनादिगणे तनादिगणस्य चिन्तनं करिष्यामः तत्र वयं द्रक्ष्यामः अस्तु अस्तु धन्यवादः प्रश्नसमीचीनम् अग्रे कोऽपि गणः अस्ति वा यत्ने अस्तु प्रायः महोदय आम् महोदय एतानि सूत्राणि सन्ति कथं वयं बुद्धौ स्थापितुं शक्नुमः एतानि अनेकानि सूत्राणि सन्ति वयं अपि दृष्टवन्तः एक एव लट्लकारो प्रथमपुरुष एव मध्यमपुरुष तर्हि चिन्तयामि बहूनि सूत्राणि तु एव सन्ति परन्तु यथा प्रायः भवान् चिन्तयति प्रत्येकलकारकृते नूतनसूत्राणि सन्ति इदं तु नास्ति बहुधा बहूनि लकाराणि कृते बहवः बहूनां लकाराणां कृते सूत्राणि समानानि सन्ति अतः बहूनि सूत्राणि सन्ति परन्तु स्मरणे परन्तु बहूनि अपि न सन्ति सन्ति परन्तु न सन्ति अभ्यासं कृत्वा शनैः शनैः भवान् अपि बुद्धौ स्थातुं शक्नोति किं सूत्रं कुत्र आगच्छति किं सूत्रं किं कार्यं करोति परन्तु अधुना केवलं गुणकार्यसूत्राणि सन्ति स्टेप् बै स्टेप् वयं कुर्मः चिन्ता मास्तु भवति धन्यवादः तर्हि गुणाभ्यासः समाप्तः अग्रे गच्छामः नूतनकरपत्रमस्ति धातुविज्ञानं 03 कृपया धातुविज्ञानं 03 उद्घाटयतु अस्तु मदर् महोदय अस्ति कृपया पठतु हा धातुभ्यः प्रत्ययाः यदि विधीयन्ते धातुविज्ञानं तस्मादपि पूर्वम् एकम् अस्ति खलु मेन् लिङ्क् धातुविज्ञानं 03 स्वरविज्ञानं वा अत्र केषु गणेषु गुणसम्भवे धातुविज्ञानमस्ति भवतः स्वागतम् इति धातुविज्ञाने भवतः स्वागतम् अनेन मातुः पाठः प्रारभ्यते गुरुकुलस्य वर्गे सर्वप्रथमं माता अष्टाध्यायी इति ग्रन्थस्य परिचयं दत्तवती तस्याः दृष्टिः अद्भुता यतोहि अयं पूर्णग्रन्थः स्वमनसि एव वर्तते अतः यदा मातुः मुखात् परिचयः दीयते तदा अयं परिचयः सामान्यः न एकं सर्वेक्षणमेव ग्रन्थस्य परिचयानन्तरं धातुविज्ञानं विषयः आयाति मातुः वर्गे यत् पाठितम् अस्मिन् विषये तस्य सारांशः अत्र दीयते यत्किमपि लिखितम् अत्र तत्सर्वं मातुः वर्गे एव अधीतं किन्तु कोऽपि दोषः प्राप्यते चेत् सः दोषः मम एव अग्रे पठामि महोदय अस्मिन् जालस्थले आरभे अयं धातुविज्ञानपाठः क्रियते यतः क्रियापदस्य तिगन्तपदस्य निर्माणार्थं प्रथमं कार्यं निरनुबन्धधातुसिद्धिः निरनुबन्धधातुः अस्ति चेत् एव प्रक्रियाम् आरब्धं शक्यां तथापि मम लघु अनुभवानुसारम् अग्रिमपाठेन सार्वधातुकप्रकरणम् इत्यनेन प्रारभ्यते चेत् मार्गः सुलभः तस्य पाठस्य पञ्चमाध्यायस्य अनन्तरं पुनः अत्र आगत्य पठति चेत् प्रायः इतोपि सौकर्यं स्यात् तावता भवतः विषयपरिचयः जातः इति कारणेन धातुविज्ञानस्य आवश्यकता सन्दर्भः च अवगमिष्यते परञ्च केवलं विकल्पं वदामि इच्छति चेत् अधुना एव धातुविज्ञानं पठतु परम् अग्रे पठतु द्वयमपि समीचीनं सर्वे यथा इच्छा कुर्वन्ति तर्हि अत्र धातुविज्ञानम् इति तस्य परिचयः दत्तः अस्ति धातुविज्ञानम् इत्युक्ते धातूनां विज्ञानं धातु इत्युक्ते धातुः कः अस्ति धातुतः निर अनुबन्धरूपं कथं निष्पद्यते निर अनुबन्ध इत्युक्ते अनुबन्धरहित अनुबन्ध इत्युक्ते इत् संज्ञा धातुमध्ये अपि इत् संज्ञकवर्णाः सन्ति इत्संज्ञकवर्णाः यदा अस्माभिः इत्संज्ञकवर्णाः यदा लुप्ताः भवन्ति तदनन्तरं धातोः यत् रूपं तिष्ठति तत् निर अनुबन्धरूपमस्ति तथा प्रथमं तु यदा कुत्र कोऽपि यदि तिङन्तरूपं यदा निष्पद्यति प्रथमं तु धातुतः निर अनुबन्धरूपं करणीयं तदनन्तरम् अग्रे गन्तव्यम् अतः धातुविज्ञानम् इति पाठे अस्माभिः धातोः इति विषये धातोः विषये चिन्तनं भवति धातुः कः अस्ति तस्य रूपं कीदृशं तस्य किं स्वभावः कीदृशः तत्र निर अनुबन्धरूपं किम् इति सर्वम् अस्माभिः द्रष्टव्यं तर्हि इद केवलं परिचयः अस्ति सर्वे जानन्ति वा माता इत्युक्ते किं माता का अस्ति दीक्षिका तर्हि अत्र भवतां समीपे पुस्तकमस्ति खलु अष्टाध्यायीसूत्रपाठः, तस्य लेखिका अस्ति श्रीमती डाक्टर् पुष्पादीक्षिता. डाक्टर् पुष्पादीक्षित एक वैयाकरणाः वैयाकरणाः अस्ति, वैयाकरणा अस्ति छत्तीसगढप्रदेशे मध्य भारते. सा एव एतद् पुस्तकं लिखितवती. तस्याः शिबिरमस्ति, तस्याः गुरुकुलमस्ति बिलास्पुरनगरे. तत्र स्वरूप महोदय प्रतिवर्षं गच्छति नूतन विषयान् नूतनविषयाणां शिक्षां प्राप्नोति. अतः अत्र सर्वे सर्वं यत् अस्ति अस्मिन् जालपुटे तद् पुष्पामाता तस्याः तस्याः शिक्षणमस्ति. महोदय केवलं तस्य अत्र किं करोति, रिप्रोडक्षन् करोति. अतः महोदयस्य नूतन महोदयस्य अष्टाध्यायी पाठनस्य शैली अतैव अद्भुता अस्ति. अतः ता अद्भुता शैली एव अस्मिन् पुस्तके अपि अस्ति, अस्मिन् जालपुटे अपि अस्ति इति. अतः वयं तस्याः एव शैलीं पठिष्यामः इति इति परिचयः अत्र अस्ति. अस्तु, तर्हि अग्रे किमपि नास्ति, अत्र अग्रे गच्छामः. धन्यवादः महोदय. अधुना उद्घाटयतु धातुविज्ञानं करपत्रम्. गृह अस्ति रमा महोदय अस्ति खलु. धातुविज्ञानं धातुभ्यः प्रत्ययाः यदा विधीयन्ते तदा सर्वप्रथमम् अस्माभिः किं चिन्तयते नाम अनुबन्धाः के, अपि च तेषां निष्कासनं कथं क्रियते. अनुबन्धः नाम यस्य इत्संज्ञा योग्यत्वं सः. तर्हि इत्संज्ञा योगत्वं केषां भवति, अस्य ज्ञानं भवति इत्संज्ञा विद्याक विधायकसूत्रैः. अष्टाध्याय्यां कश्चन प्रकरणं वर्तते इत्संज्ञा नाम्ना येन सर्वम् इत्संज्ञाविधायककार्यं क्रियते. प्रथमाध्यायस्य तृतीयपादस्य द्वितीयसूत्रात् आरभ्य अष्टमसूत्रपर्यन्तम् इत्संज्ञाप्रकरणम् इति. आहत्य तत्र षट् इत्संज्ञा विधायकानि सूत्राणि सन्ति. एकं वातिकम् अस्ति इत्संज्ञाविधायकम्, एकम् इत्संज्ञानिषेधकं सूत्रम् अस्ति, एकं लोपविधायकं सूत्रम् अस्ति. तत्र तैः षड्भिः सूत्रैः इत्संज्ञा विधीयते. धातुषुः प्रत्ययेषु आगमेषु आदेशेषु यत्र कुत्रापि इत्संज्ञा भवति तत्र एभिः एव सूत्रैः. धातुभ्यः प्रत्ययः यदा विधीयते तदा सर्वप्रथमम् अस्माभिः किं चिन्तयति नाम अनुबन्धः. धातुप्रत्ययाः चिन्तयामः चेत् तत्र अनुबन्धाः के, तेषां निष्कासनं कथं भवति, अनुबन्धः नाम यस्य इत्संज्ञा यत्र इत्संज्ञा योगत्वं भवति इति. ईसंज्ञा योगत्यं केषां भवति, तेषां ज्ञानं कथं भवति चेत् ईसंज्ञाविधायकसूत्रैः अस्माभिः ईसंज्ञा ज्ञानं भवति. अष्टाध्याये कश्चन प्रकरणं वर्तते ईसंज्ञानामक प्रकरणं वर्तते, तत्सर्वं ईसंज्ञाविधायककार्यं कार्यं करोति. प्रथम अध्यायस्य तृतीय पादस्य द्वितीयसूत्रात् आरभ्य अष्टमसूत्रपर्यन्तम् ईसंज्ञाप्रकरणं तिष्ठति. तत्र षड् ईसंज्ञा षट्विधानि षट्विधाः सन्ति. एकं वार्तिकमस्ति, वार्तिकम् ईसंज्ञा वार्तिकम् ईसंज्ञा विधायकम् ईसंज्ञा निषेधकम् ईसंज्ञा लोपः आगत्य तत्र षट् ईसंज्ञा विधायकानि सूत्राणि सन्ति. एकं वार्तिकमस्ति, ईसंज्ञा विधायकमस्ति, ईसंज्ञा निषेधकम् अस्ति, एकं लोपविधायकसूत्रम् अस्ति. तत्र षड्भिः सूत्रैः ईसंज्ञा विधीयते. ईसंज्ञासूत्रैः धातुषुः प्रत्ययेषु आगमेषु आदेशेषु इति एतेषां मध्ये कुत्रापि ईसंज्ञा भवति तत्र एभिः एव सूत्रैः अस्ति सन्ति. अस्तु, तर्हि किमस्ति, प्रथमं तु अस्माभिः ईत्संज्ञाप्रकरणं पठितव्यम्. खलु प्रायः सर्वे जानन्ति ईत्संज्ञासूत्राणि कानि कानि सन्ति इति तु अस्माभिः पूर्वमेव पठितम् अस्ति, परन्तु एकवारं पुनः अत्र पठिष्यामः ईत्संज्ञासूत्राणि कानि कानि सन्ति, लोपं कथं भवति इति. अस्तु, अग्रे पठामः. को अस्ति अग्रे? सुमित्रा महोदय अस्ति खलु? आं महोदय, अस्मि. पठामि वा? यदा वयम् आपणतः शाकाधिकम् आनयामः तदा यथा आनयामः तथैव तस्य उपयोगं न कुर्मः. कदलीफलम् आनयामः चेत् तस्य आवरणं निष्कासयामः तदैव अन्तत्वं भागं खादामः. शाकस्य अपि कश्चन भागः निष्कास्यसे कश्चन भागः उपयुज्यते. तथैव धातूनां प्रत्ययानाम् आगमनानाम् आदेशानां च विषये अस्ति. यथा वयम् आपणतः कोऽपि वस्तूनि आनयामः, उदाहरणार्थं कदलीफलं स्वीकरोतु, आवरणमस्ति, फलम् अन्ते अस्ति, आवरणं निष्कासयित्वा वि जस्ट् लीव् दट् अन्तस्थभागं खादामः खलु. तदैव कापि भागं निष्कास्यते कश्चन भागः उपयोगं कुर्मः. तथैव धातूनां प्रत्ययानाम् आगमनम् आदेशानां च विषये कश्चन भागं स्वीकुर्मः कश्चन निष्कासयामः इति उक्तम्. प्रश्नः उदेति, अनुबन्धाः किमर्थं युज्यन्ते पाणिनिना यदि तेषां लोपः भवति एव. अत्र अर्धमात्रा लाघवेन पुत्रोत्सव मन्यन्ते वैयाकरणाः इत्युच्यते. अर्धमात्रायाः अपि व्यर्थता न भवति. निबन्धानाम् अर्थाः न सन्ति, तेषां प्रयोजनानि कार्याणि च सन्ति. अस्मिन् विषये एतावता अस्माभिः किञ्चित् दृष्टम्. अग्रे गत्वा इतोपि बहु किमपि द्रक्ष्यामः. अधुना तावत् अवगम्यतां यथा वयं यदा आपणतः वस्तूनि आनयामः तर्हि यथा तस्मिन् एव रूपे तेषाम् उपयोगं न कुर्मः तथैव धातूनां प्रत्ययानां च स्थितिः अपि अस्ति. तेषां विकृतिं साधयित्वा उपयुज्यामहे. वयं दृष्टवन्तः दुक् क्रूञ्ज् इति धातूनां कृ इति एव स्वीकृतवन्तः पूर्वं, न तु उपदेशिकधातु. इत्युक्ते अनुबन्धाः किमर्थम् आवश्यकम् इति प्रश्नः उदेति. तत् न अवगच्छामि महोदय. अर्धमात्रा लाघवेन पुत्रोत्सव मन्यन्ते वैयाकरण. अस्ति चेत् कथं एक्स्ट्रा वर्णाः पाणिनिना तत्र एक्स्ट्रा वर्णाः किमर्थं सन्ति? यदि ईतवर्णः अस्ति तस्य लोपः एव करणीयमस्ति, किमर्थं तत् प्रथमस्थले तत् तस्य तत्र वर्णः अस्ति एव इति? यतोहि वर्णः नास्ति चेत् अधिकलाघवं भवति, परन्तु तथा न अस्ति. ईत्संज्ञा यत् वर्णः अस्ति तस्य लोपः तु भवति, परन्तु तस्य किमपि कार्यमस्ति, महत्त्वपूर्णं कार्यमस्ति. अतैव पाणिनिमहर्षिणा तत्र तस्य स्थापनं कृतम्. अर्धमात्रा इत्युक्ते अर्थमस्ति यत् ग्रामेरियन् से दट् इवन् सेविङ्ग् हाफ् अ सिलेबल् इस् वेरि इम्पार्टेण्ट्. तदस्ति चेत् वै हेज् पाणिनि पुट् सो मेनि एक्स्ट्रा सिलेबल्स् ओन्लि वेन् दे हेव् टु बि रिमूव्ड् इट्. That is the reason is that though they have to be removed, they are important to denote some particular work. Mahatvam. Astu, anantram vayam drashtavantah kalu, apanatah yada vastune svikurmah, kanichana bhagani nishkashayamah, apicha tesham ubhayogam api kurmah, kashchana. तथैव धातूनां प्रत्ययानां स्थितिः अपि सन्ति. विकृतिम् इत्युक्ते साधयित्वा, विकृतिं साधयित्वा. विकृति इत्युक्ते चेञ्ज् खलु, विकारः. विकारः अस्तु, विकारणं कृत्वा उपयोगं कुर्मः. अवगच्छामि महोदय. अग्रे पठतु. एवमपि ध्येयं लोके कतिचन पदार्थाः तादृशाः सन्ति यथा आनयामः तथैव प्रयोगं कुर्मः. धातवः प्रत्ययाः अपि तादृशाः केचन सन्ति, एषु अनुबन्धाः न भवन्ति. यथा भूधातुः भूसत्तायां तत्र कोऽपि अनुबन्धः नास्ति. प्रत्ययेषु यथा अप्रत्ययः तत्र अनुबन्धः नास्ति. अनुबन्धाः न भवन्ति इति वदति. कानिचन पदानि अनुबन्धः अस्ति, कतिचन पदार्थः तादृशं न सन्ति. भूधातुमध्ये तत्र कोऽपि अनुबन्धः न अस्ति, अनुबन्धः इत्सम्यकः वर्णः कोऽपि नास्ति. प्रत्ययेषु यदा अप्रत्ययः अस्ति तत्रापि अनुबन्धः नास्ति. तावद् तादृशे तादृशः केचन सन्ति, केचन न सम्भवति. तर्हि किमस्ति, केचन प्रत्ययः केचन प्रत्ययः तु धातवः सन्ति, तेषां तेषु अनुबन्ध इत्युक्ते इत्संज्ञा वर्णाः सन्ति सन्ति चेत् प्रथमं तस्य लोपः तेषां लोपः भवति, तदनन्तरम् अग्रे कार्यं भवति. परन्तु केषुचित् प्रत्ययेषु धातुषु तु न सन्ति अथवा लोपस्य प्रसक्तिः एव नास्ति, अतः तथैव तेषाम् उपयोगः भवति. अवगच्छतु. अस्तु, तर्हि अग्रिम रविवासरे अग्रे गच्छामः. इत्संज्ञाप्रकरणम् एकवारं पुनः परिशीलयिष्यामः. सूत्राणि कानि सन्ति, लोपः कथं भवति इति सर्वे जानन्ति इति अहं चिन्तयामि, परन्तु एकवारं पुनः द्रक्ष्यामः. अस्ति, तर्हि अस्तु, तर्हि प्रश्नः अस्ति वा कोऽपि अद्य अद्यस्य वर्गस्य कृते, अद्य वर्गे किं किम् अभवत् प्रश्नः अस्ति वा कोऽपि? न महोदय. अस्तु, इदमस्ति चेत् एकवारम् अहं वदामि, एकवारं ध्वनिमुद्रणं पुनः शृण्वन्तु. प्रश्नः अस्ति चेत् अग्रिम रविवासरे एकवारं पृच्छतु. अभ्यासे महत्त्वरूपेण अभ्यासे गुणाभ्यासे प्रश्नः अस्ति चेत् पृच्छतु. अस्तु, तर्हि धन्यवादः, शुभरात्रिः. धन्यवादः, नमस्कारः. धन्यवादः. Thank you.